गीतासोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं शृणुमः, पश्चात् पाठः आरभ्यते। भगिनी एकवारं स्मारयतु। धन्यवादः भगिनी। अस्माकं विषयः रुट्लकारः। रुट्लकारः इति विषयम् अवलम्ब्य एका कथा वर्तते अस्माकं पुस्तके। कथा समाप्ता, कथाम् आधारीकृत्य केचन प्रश्नाः अग्रिमेषु पुटेषु दत्ताः सन्ति। तेषां प्रश्नानाम् उत्तराणि दद्मः, तेषां प्रश्नानां विषये चिन्तनं कुर्मः। अतः 17 पुटं पश्यन्तु। तस्मिन् पुटे प्रश्नाः सन्ति, प्रश्नानाम् उत्तराणि दत्त्वा अग्रे सरेम। सुजाता भगिनी आरम्भं करोतु। एतेषां प्रश्नानाम् उत्तरं लिखत। एतेषां षष्ठी बहुवचनमस्ति। प्रश्नानां विशेषणविशेषभावः अस्ति। आम् आं भगिनि, आम् उत्तरं कर्मफलमस्ति। लिखत लोट् लकारस्य बहुवचनम् अस्ति। मध्यमपुरुषबहुवचनं मध्यमपुरुषबहुवचनमस्ति। प्रश्नः इति पुंलिङ्गपदमस्ति खलु? प्रश्नः एतेषां प्रश्नानां द्वयोर्मध्ये विशेषणविशेषभावः। उत्तरम् इति नपुंसकलिङ्गपदमस्ति। आरम्भं करोतु। पुत्रशोकेन काः मरिष्यन्ति? पुत्रशोकेन अस्ति तृतीयाविभक्ति, काः मरिष्यन्ति। उत्तरं वदतु। पुत्रशोकेन कौसल्या, सुमित्रा, कैकेयी च मरिष्यन्ति। काः मरिष्यन्ति इति लिखितमस्ति, अतः कौसल्या, सुमित्रा, कैकेयी च इति उक्तवती खलु। काः इति पदम् आदौ भवेत् चेदपि अन्ते भवेत् चेदपि अर्थः न भिद्यते। किमर्थं तादृशी स्थितिः अस्ति संस्कृतभाषायां? कोऽपि वदतु। काः इति पदम् आदौ भवेत् चेत् काः पुत्रशोकेन मरिष्यन्ति इति भवति। पुत्रशोकेन मरिष्यन्ति काः इति अपि साधु। तत् पदं कुत्र भवेत् चेदपि तत्र अर्थभेदः न भवति। वदतु। प्रश्नवाचकः अस्ति, काः बहुवचनमस्ति, जनेन कुत्रापि प्रयोजनं कर्तुं शक्यते। गोमती भगिनी, भवत्याः चिन्तनं किम् अत्र? किञ्चित् वदतु। अहं चिन्तयामि क्रियापदेन सह तस्य अन्वयः भवति, कुत्रापि तत्पदं भवेत्। का पुत्रशोकेन मरिष्यन्ति, प्रश्नः का मरिष्यन्ति और के मरिष्यन्ति, उत्तरं भवति का मरिष्यन्ति। अतः अन्वयं भवति इत्यनेन कारणेन तत्पदम् आदौ अपि भवितुमर्हति, मध्ये अपि भवितुमर्हति। उत्तमम्। अस्याः भाषायाः वैशिष्ट्यं तदेव, प्रत्येकं पदस्य स्वस्य विभक्तिः वर्तते। प्रत्येकं पदस्य स्वस्य विभक्तिः अस्ति, तदाधारीकृत्य तत्पदं कुत्र भवेत् चेदपि तस्मिन् वाक्ये अर्थभेदः न भवति। वाक्येषु पदानि इतस्ततः भवन्ति चेदपि न कापि बाधा, न कापि समस्या तत्र। किन्तु अन्यासु भाषासु तादृशी स्थितिः नास्ति. अस्याः भाषायाः वैशिष्ट्यं तदेव, प्रत्येकं पदस्य स्वस्य स्पष्टविभक्तिः अस्ति. तेन आधारेण वयम् अवगन्तुं शक्नुमः, अपि च कारकाणि भवन्ति. प्रत्येकं पदस्य अन्वयः क्रियापदेन सह भवति इति कृत्वा अवगन्तुं शक्नुमः. संस्कृतभाषायाः वैशिष्ट्यं तदेव. श्लोकेषु अपि पदानि इतस्ततः भवन्ति चेदपि तत्र अर्थः न भिद्यते. वयं समीचीनतया पदानाम् अरेञ्ज्मेण्ट् कर्तुं शक्नुमः. स एव अन्वयः. भगिनी अग्रे वदतु. वानराः दुःखेन किं करिष्यन्ति? वानराः प्रथमपुरुषबहुवचनमस्ति, दुःखेन तृतीयाविभक्ति अस्ति. किं करिष्यन्ति क्रूधातुतः रुट्लकाररूपम् अस्ति करिष्यन्ति. उत्तमम्. अत्र मरिष्यन्ति करिष्यन्ति इति धातवः रुकारान्तधातवः. यद्यपि एते धातवः अनिटः, तथापि विशिष्टसूत्रेण स्याप्रत्यये परे सेटः भवन्ति. इदं वाक्यं कर्तरिप्रयोगे अस्ति. वानराः करिष्यन्ति, द्वयोर्मध्ये अन्वयः अस्ति. उत्तरं वदतु. वानराः दुःखेन मुष्टिभिः मस्तकान् ताडयिष्यन्ति. अग्रे सरतु. आञ्जनेयः किमर्थं लङ्कां गतवान्? लङ्कां गतवान् आञ्जनेयः प्रथमाविभक्ति एकवचनमस्ति, किमर्थं प्रश्नवाचक अस्ति. लङ्कां द्वितीयाविभक्ति अस्ति, गतवान् गम धातुः गतवान्, लङ्कां द्वितीयाविभक्ति अस्ति, कुत्र गतवान्? लङ्कां गतवान्. उत्तमम्. आञ्जनेयः गतवान्, द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. कृदन्तपदानि कानिचन पदानि कर्तृपदस्य विशेषणानि भवन्ति, कानिचन कृदन्तपदानि कर्मपदस्य विशेषणानि भवन्ति. खतवतु प्रत्ययः कर्त्रर्थकप्रत्ययः. आञ्जनेयः गतवान् अस्मिन् वाक्ये तिङ्गन्तपदं नास्ति, कृदन्तपदमस्ति. कृदन्तपदम् अपि क्रियापदम् इव कार्यं करोति, खलु? आम्. उत्तरं वदतु. सीतायाः अन्वेषणार्थम् आञ्जनेयः लङ्कां गतवान्. अग्रे. रामस्य वंशः कः? रामस्य षष्ठीविभक्ति, वंशः वंशः प्रथमविभक्ति एकवचनमस्ति भगिनि. चिन्तयतु, अत्र कः इति लिखितमस्ति खलु, वंशः कः? कः? रामस्य वंशः रघुवंशः. अस्मिन् वाक्ये कर्मपदं नास्ति, षष्ठीविभक्तिः कारकविभक्तिः नास्ति. यद्यपि सप्तविभक्तयः सन्ति, तथापि षट् कारकाणि एव भवन्ति. अत्र सम्बन्धषष्ठी इति वदामः. कस्य वंशः? रामस्य वंशः. यथा मम शरीरम् इव अत्र रामस्य वंशः सम्बन्धषष्ठी अस्ति. अस्मिन् वाक्ये कर्मपदं नास्ति. अग्रे. अन्ते आञ्जनेयः किं करोति? अन्ते अव्ययमस्ति. आञ्जनेयः किं करोति? क्रूधातु अस्ति, करोति क्रियापदमस्ति. आञ्जनेयः अन्ते अशोकवने अन्वेषणं करोति. करोति अकरोत् इति वक्तुं शक्यते, किन्तु कथाम् आश्रित्य तथा उक्तमस्ति. अशोकवनं गत्वा तस्मिन् वने सीतां दृष्टवान्. अशोकवनं गतवान्, सीतां च दृष्टवान्. साधु उक्तवती भगिनी. सूर्यकुमारी भगिनी अग्रे वदतु. अथो रेखाङ्कितं शब्दं अधिकृत्य एतेषाम् उत्तरवाक्यानां प्रश्ननिर्माणं कुरुत। अधो रेखाङ्कितं शब्दम् अधोभागे रेखाङ्कितं शब्दम् अधिकृत्य लेभन्तप्रदम् अस्ति। एतेषां षष्ठी बहुवचनम् अस्ति, उत्तरवाक्यानामपि षष्ठी बहुवचनम् अस्ति, समस्तपदमपि अस्ति। प्रश्ननिर्माणं समस्तपदमस्ति, द्वितीय एकवचनं। किं पदं द्वितीय एकवचनं? प्रश्ननिर्माणं वा? हा भगिनि, उत्तमं, वदतु। प्रथमप्रश्नः अधो इत्यत्र विसर्गसन्धिः अस्ति खलु, अतः आम् भगिनि। अपि च रेखा इति स्त्रीलिङ्गपदमस्ति, रेखया अङ्कितः शब्दः, रेखया अङ्कितः शब्दः इति तत्र स्थितिः। शब्दः इति पुंलिङ्गपदमस्ति, किमर्थम् अत्र कर्मपदमस्ति? रेखाङ्कितं शब्दं, तत्र शब्दम् इत्यस्य विशेषणमस्ति रेखाङ्कितं, द्वयोर्मध्ये विशेषणविशेष्यभावः, किन्तु शब्दः इति पुंलिङ्गपदमस्ति। ल्यबन्तपदमपि कर्मपदं स्वीकर्तुं शक्नोति। अधिकृत्य तस्मिन् प्रसङ्गे वदतु। अधिकृत्य क्रूधातुः अधि उपसर्गः, ल्यबन्तपदं कृत्य। ल्यप् प्रत्ययः कीदृशः? ल्यप् प्रत्ययः अव्ययपदम्। विशिष्टसूत्रेण ल्यबन्तानि अव्ययपदानि भवन्ति, साधु। ल्यप् प्रत्ययः कीदृशः? कृत् प्रत्ययः। इतोपि आर्थधातुकप्रत्ययः वा? आर्थधातुकः। अनुबन्धवर्णानां निष्कासनं करोतु। ल्यप् लसक्व तद्वितीय लकारलोपः, पकार अपि हलन्तमित्यनेन तस्य लोपः यकार एव अवशिष्यते। या अवशिष्यते। इदानीं पदनिर्माणं करोतु। अधि उपसर्गपूर्वकः, क्रूधातुतः ल्यप् योजयतु, किं भवति? अधि उपसर्गः क्रूधातुः ल्यप् निरबन्धानां या अवशिष्यते। कृत् प्रत्ययः अस्ति चेत् गुणनिषिद्धः भवति। अधि क्रूयोगः या अधि कृत्य। अत्र इतोपि चिन्तनमस्ति, अधि उपसर्गपूर्वकः क्रूधातुतः ल्यप् योजनेन ल्यप् इत्यत्र या एव शिष्यते, अधियोगः क्रूयोगः या। तकारः कुतः आगतः? ककारः दन्त्यतकारः, जानाति वा? कृत्य। यथा भवती उक्तवती, क्त्वा प्रत्ययः कित् प्रत्ययः अस्ति। क्त्वा प्रत्ययः कित् अस्ति इति कारणतः आर्धधातुकप्रत्ययः कित् अस्ति चेत् गुणनिषेधः भवति इति तु सत्यं। क्त्वा स्थाने ल्यपायाति उपसर्गः अस्ति चेत् इति कारणतः क्रूधातुः ईगन्तधातुः अस्ति चेदपि कित्वात् गुणनिषेधः भवति इति तु सत्यं। किन्तु मम प्रश्नः, अत्र क्रूयोगः या इति स्थितिः अस्ति, तत्र तकारः अस्ति, कोऽपि वक्तुमिच्छति वा? अत्र विशेषसूत्रमस्ति, विशेषसूत्रेण तुक् आगमः भवति। अधिकृत्य उपकृत्य धातुः हृ अस्ति चेत् हृत्य इति भवति। विस्मृत्य स्मृ धातोः रूपं विस्मृत्य इति रूपं भवति। तत्र धातुः स्मृ, किन्तु ल्यप् इति प्रत्ययस्य या आगतः, न तु यकारः, या आगतः। किन्तु तत्र एकेन विशिष्टसूत्रेण तुक् आगमः भवति, ह्रस्वस्य पिति कृति तुक् इति सूत्रम्। ह्रस्वस्य पिति कृति तुक् गोमती भगिनी कृपया वदतु, पिति इति उक्तमस्ति सूत्रे, तस्य अर्थः कः? इति इत्युक्ते पित् अस्ति, तु पित् परे अस्ति चेत् पिति, अतः पूर्वकार्यं भवति परनिमित्तम्. उत्तम. ह्रस्वस्य पिति कृति तुक् इति सूत्रमस्ति. इत्युक्ते ह्रस्वस्वरस्य तुक् आगमः भवति कदा? कृत्संज्ञक पित् प्रत्यये परे इति सूत्रेण उच्यते. कृत्संज्ञक पित् प्रत्यये परे ह्रस्वस्वरस्य तुक् आगमः भवति. ल्यप् प्रत्ययः पित् प्रत्ययः अपि च कृत् प्रत्ययः. अत्र इतोपि किं वक्तव्यं? तुक् आगमः, तुक् इति कथनेन ककारः इत् संज्ञकः, अयम् आगमः, आगमः अस्ति. अपि च आगमः कित् अस्ति, कित् अस्ति चेत् आद्यन्तौ टकितौ इति सूत्रेण कित् आगमाः अनन्तरम् आयान्ति. क्रु इत्यत्र ऋकारात् परम् अयम् आगमः भवति. ह्रस्व स्वरस्य तुक् आगमः भवति इति कृत्वा अधिकृत्य इति रूपं सिद्ध्यति. एवमेव उपकृत्य, विस्मृत्य इत्यादिषु पदेषु तत् सूत्रं प्रवर्तते. अग्रे सरतु. एतेषां प्रश्नान् लिखतु. आञ्जनेयः अशोकवने सीतां पश्यति. सीतां रेखाङ्कितं शब्दमस्ति. सीतां प्रश्नः, आञ्जनेयः अशोकवने कां पश्यति? स्त्रीलिङ्ग चेत् कां तृतीय एकवचनं कां पश्यति. उत्तमं. कर्मपदमस्ति चेत् तत्र सूत्रमस्ति अनभिहिते कर्मणि द्वितीया इति कारकसूत्रमस्ति. अनभिहिते कर्मणि द्वितीया इति सूत्रेण सीता इति पदस्य द्वितीया विभक्तिः भवति. अपि च कर्मसंज्ञासूत्रमस्ति. कर्तुरीप्सिततमं कर्म, कर्तुः ईप्सिततमं कर्म इति कर्मसंज्ञासूत्रमस्ति. कर्मणि द्वितीया इति सूत्रेण सीतापदस्य द्वितीया विभक्तिः भवति. अग्रे सरतु. वार्तां श्रुत्वा भरतः शत्रुघ्नः च प्राणान् त्यक्षतः. त्यक्षतः द्वितीय न द्वितीय क्रान्त द्विवचनम् अस्ति. त्यक्षतः लट्लकार त्यक्षतः लृट्लकारः खलु? ओ क्षम्यतां, लुक्लकारः. आं त्यक्ष्यति, त्यक्षतः, त्यक्ष्यन्ति. आम्. वार्तां श्रुत्वा त्वान्तपदम् अपि अव्ययमस्ति. भरतः शत्रुघ्नः रेखाङ्कितशब्दाः शब्दौ स्तः. प्रश्नः वार्तां श्रुत्वा कौ च प्राणान् त्यक्षतः. कौ च इत्यस्य अवसरः अस्ति वा? कौ त्यक्षतः? न भगिनि, आवश्यकता नास्ति. कौ त्यक्षतः इति पर्याप्तं भवति. साकल्यार्थे चकारप्रयोगः कृतः अत्र. अपि च वार्ता इति आकारान्तपदमस्ति. श्रुत्वा इति क्त्वान्तपदमस्ति. श्रुधातुः सकर्मकः अस्ति इति कारणतः तस्य क्त्वान्तरूपं कर्मपदं स्वीकर्तुं शक्नोति. अस्मिन् वाक्ये भरतः शत्रुघ्नः त्यक्ष्यतः इति कर्तरिप्रयोगे वाक्यमस्ति. स्वतन्त्रः कर्ता इति कर्तृसंज्ञासूत्रमस्ति. स्वतन्त्रः कर्ता इति सूत्रमस्ति. अग्रे सरतु. वानराः मुष्टिभिः मस्तकान् ताडयिष्यन्ति. ताडयिष्यन्ति अपि लुट्लकार बहुवचनमस्ति. वानराः बहुवचन विभक्तिः. मुष्टि मुष्टिभिः मुष्टि स्त्रीलिङ्गपदमस्ति. मुष्टिभिः मुष्टिभिः बहुवचनं तृतीयविभक्तिः. मस्तकान् मस्तकान् बहु द्वितीयबहुवचनमस्ति. मुष्टिभिः मुष्टिभिः ताडयिष्यन्ति. प्रश्नः कः अत्र? काभिः स्त्रीलिङ्गपदमस्ति चेत् काभिः तृतीयबहुवचनम्. उत्तमं. काभिः इति साधु कथं ताडयिष्यन्ति, केन प्रकारेण इति अपि साधु भवति, किन्तु काभिः इति तु सत्यम्. अत्र उपकरणमस्ति, उपकरणमस्ति चेत् तृतीयविभक्तिः भवति. कर्तृकरणयोः तृतीया इति सूत्रेण तस्य पदस्य तृतीयविभक्तिः भवति, खलु? उत्तमम्. रामेण बाणेन वाली हतः इति वाक्यमस्ति चेत् रामेण बाणेन इति पदद्वयं तृतीयविभक्तौ अस्ति. रामेण बाणेन वाली हतः इत्यस्मिन् वाक्ये रामेण बाणेन अनयोः तृतीयविभक्तिः भवति. कर्तृकरणयोः तृतीया इति सूत्रेण तृतीयविभक्तिः भवति. अग्रे सरतु. ततः क्रीडासुखं न अनुभविष्यन्ति. क्रियापदं लुट्टु बहुवचनमस्ति. वानराः कर्तृपदमपि बहुवचनमस्ति. ततः अव्ययपदं. क्रीडासुखं कर्मपदमस्ति, न अव्ययपदमस्ति. न अनुभविष्यन्ति, किं न अनुभविष्यन्ति. क्रीडासुखं नपुंसकलिङ्गपदमस्ति. सुखं नपुंसकलिङ्गं समस्तपदमस्ति. किं न अनुभविष्यन्ति. उत्तमं. किं न अनुभविष्यन्ति, अत्र सुखमिति नपुंसकलिङ्गपदमस्ति. इदं पदं समस्तपदं. तत्पुरुषसमासः अस्ति चेत् उत्तरपदस्य लिङ्गमेव सम्पूर्णसमस्तपदस्य लिङ्गं भवति इति कृत्वा अत्र समस्तपदस्य लिङ्गमपि नपुंसकलिङ्गमेव. अग्रे सरतु. आञ्जनेयः सर्वेषु भवनेषु सीतायाः अन्वेषणं कृतवान्. आञ्जनेयः प्रथम एकवचनं. कृतवान् कर्तृपदम् अस्ति, क्वान्तपदं तावत्तु प्रत्ययस्य रूपं. सर्वेषु भवनेषु षष्ठी बहुवचनमस्ति. षष्ठी वा सप्तमी, क्षम्यतां, सप्तमी बहुवचनमस्ति. विशेषणविशेषभावः अपि अस्ति. सीतायाः एकवचनं स्त्रीलिङ्ग एकवचनं एकवचनं. प्रश्नः, सर्वेषु भवनेषु, तदर्थमेव प्रश्नः उदेति. कुत्र अपि केषु अपि उपयुक्तः भवति. कुत्र केषु अपि साधु एव. कुत्र अन्वेषणं कृतवान्? नपुंसकलिङ्गं भवनं केषु अपि सम्यक् एव. सीतायाः अन्वेषणम्, अत्र अन्वेषणमिति कृदन्तम् अथवा ल्युडन्तम् अस्ति. अतः कर्तृकर्मणोः कृति इति सूत्रेण सीतायाः इत्यस्य षष्टिविभक्तिः भवति. अपि च सर्वेषु भवनेषु इति पदद्वयं स्वीकुर्मः चेत् सप्तम्यधिकरणे च इति एकं सूत्रमस्ति. सप्तम्यधिकरणे च इति सूत्रेण तस्य पदस्य सप्तमी विभक्तिः भवति. अपि च अधिकरणम्, अधिकरणम् इत्युक्ते अधिकरणसंज्ञासूत्रमस्ति. आधारोधिकरणम्, आधारोधिकरणम् इति अधिकरणसंज्ञासूत्रमस्ति. तेन सूत्रेण अधिकरणं नाम किम् इति उच्यते. सप्तम्यधिकरणे च इति सूत्रेण भवनेषु इत्यस्य सप्तमी विभक्तिः भवति. एवमेव स्थाल्यां पचति, तत्र स्थाल्याम् इत्यस्य सप्तमी विभक्तिः अनेन सूत्रेण भवति. औपश्लेषिक आधारः इति वदामः. आधारः त्रिधा भवति. औपश्लेषिक आधारः, वैषयिक आधारः, सर्वगत आधारः इति तृतीयः प्रकारः अपि अस्ति. औपश्लेषिक आधारः इत्यस्य उदाहरणमस्ति स्थाल्यां पचति, कटे आस्ते, गङ्गायां घोषः. तेषु वाक्येषु सप्तमीविभक्त्यन्तं पदमस्ति, तत्र औपश्लेषिक आधारः अस्ति. वैषयिक आधारः इत्युक्ते मोक्षे इच्छा अस्ति, मोक्षे इच्छा अस्ति इत्यस्मिन् वाक्ये मोक्षः इत्यस्य सप्तमी विभक्तिः अस्ति, तत्र वैषयिक आधारः अस्ति. भवनेषु इत्यत्रापि औपश्लेषिक आधारः. अस्मिन् वाक्ये अपि तिङन्तपदं नास्ति, कृदन्तपदमेव क्रियापदम् इव कार्यं करोति. कृदन्तपदस्य स्थाने तिङन्तम् उपयुज्य वदतु. कृतवान् भूतकाल सङ्ज्ञकः. आञ्जनेयः सर्वेषु भवनेषु सीतायाः अन्वेषणम् अन्वेषणम् आसीत्. क्रूधातोः लङ् क्रूधातो लङ् रूपं अकरोत्. उत्तमम्, अकरोत्, साधु उक्तवती भगिनी. उत्तमम्, अग्रे सरेम. इदानीं रोहिणी भगिनी, भवती वदतु अग्रे किमस्ति. एतेषां वाक्यानां भविष्यत्कालक्रियापदानां स्थाने वर्तमानकालरूपाणि लिखत. एतेषां वाक्यानां षष्ठीविभक्ति बहुवचनं भविष्यत्कालक्रियापदानां, तदपि एतेषां वाक्यानाम् इत्यस्य विशेषणं. पदानां स्थाने वर्तमानकालरूपाणि लिखत. लिखत लोट् अस्ति एकवचनं. वर्तमान इति कीदृशं पदं? लट् लकार वर्तमानकालं. वर्तमान इति पदस्य प्रसङ्गे वक्तुमिच्छामि. वर्तते इति आत्मनेपदिरूपम् अस्ति खलु, अतः तत्र वृत् धातुतः शाणच् प्रत्ययः योजितः. वृत् धातोः परं शाणच् अस्ति इति कारणतः वर्तमान इति रूपं सिद्ध्यति. आनेमुख् इति एकं सूत्रमस्ति. वृत् धातुः अदन्तम् अङ्गम् अस्ति इति कारणतः मुक् आगमः भवति इति कारणतः वर्तमान. यद्यपि शाणच् इत्यस्मिन् आन एव अवशिष्यते, तथापि अत्र मुक् आगमः भवति इति कारणतः वर्तमान इति रूपं सिद्ध्यति. अग्रे वदतु. यदि अहं सीताम् अदृष्ट्वा एव किष्किन्धां गमिष्यामि, तर्हि कः पुरुषार्थः साधितः भविष्यति? यदि अहं सीताम् अदृष्ट्वा एव किष्किन्धां गच्छति, तर्हि कः पुरुषार्थः साधितः भवति? अहम् इति पदमस्ति खलु, अतः भवामि. सीताम् अदृष्ट्वा एव किष्किन्धां गच्छामि, तर्हि कः पुरुषार्थः साधितः भवामि? कः पुरुषार्थः साधितः भवति खलु. पुरुषार्थः इत्यस्य क्रियापदम् अस्ति भवति. भवामि किमर्थं न भवति? पुरुषार्थः भवति इति अन्ययं पुरुषार्थः इति शब्देन भवति. उत्तमम्. अत्र वाक्यद्वयमस्ति. अहं सीताम् अदृष्ट्वा एव किष्किन्धां गमिष्यामि इति एकं वाक्यं. तस्मिन् वाक्ये अहम् इति कर्तृपदमस्ति, अतः अहं गमिष्यामि इति तत्र लघुवाक्यमस्ति. कः पुरुषार्थः साधितः भवति इति द्वितीयं वाक्यमस्ति. यदि तर्हि प्रयोगः कृतः अस्मिन् वाक्ये. यदि अहं सीताम् अदृष्ट्वा एव किष्किन्धां गच्छामि, तर्हि कः पुरुषार्थः साधितः भवति मया? अग्रे वदतु. सुग्रीवः तदा मां किं किं वदिष्यति? सुग्रीवः तदा मां किं वा वदति? उत्तमम्, अग्रे. यदि अहं तदा वदिष्यामि, तर्हि रामः प्राणान् त्यजति. यदि अहं तथा वदामि तर्हि रामः प्राणान् त्यजति. त्यज् धातोः रूपं त्यजति, त्यजति, त्यक्ष्यति. अग्रे तत्पश्चात् कुमारः अङ्गदः मरणं प्राप्स्यति. तत्पश्चात् कुमारः अङ्गदः मरणं प्राप्नोति. प्राप्नोति धातुः तु स्वादिगणे अस्ति खलु. स्वादिगणे अस्ति इति कारणतः श्नु इति विकरणप्रत्ययः अस्ति, अतः प्राप्नोति इति रूपम् अस्ति. किन्तु प्राप्स्यति इत्यत्र धातुगणचिन्तनम् अनावश्यकम् इति कारणतः प्रा उपसर्गपूर्वकः आप् धातुतः स्यति इति रूपं योजयामः. तेन प्राप्स्यति इति रूपं भवति. लट् लकारः सार्वधातुकः, लृट् लकारः आर्धधातुकः. सार्वधातुकलकाराणां प्रसङ्गे गणचिन्तनम् आवश्यकम्. आर्धधातुक तिङन्तरूपसाधनवेलायां गणचिन्तनम् अनावश्यकं, किन्तु इडागमचिन्तनं करणीयम्. अग्रे करोतु. केऽपि वानराः ततः क्रीडासुखं न अनुभविष्यन्ति. केऽपि वानराः ततः क्रीडासुखं न अनुभवन्ति. केऽपि इत्यत्र सन्धिकार्यमस्ति खलु, वक्तुमिच्छति वा? एङ्गपदान्तात् अधि इति सूत्रेण पूर्वरूपम् एकादशः भवति. के अपि इत्यत्र केऽपि भवति. उत्तमम्. अवग्रहचिह्नं अवगमनार्थम् अवग्रहचिह्नं स्थापयामः. अग्रे सरतु. तदा वानराः दुःखेन मुष्टिभिः मस्तकान् ताडयिष्यन्ति, प्राणत्यागं च करिष्यन्ति. तदा वानराः दुःखेन मुष्टिभिः मस्तकान् ताडयन्ति, प्राणत्यागं च कुर्वन्ति. वदतु. वान्याः शिलाग्रेभ्यः अधः पतिष्यन्ति, विषं वा पास्यन्ति, उपवासव्रतं वा आचरिष्यन्ति. वानराः शिलाग्रेभ्यः अधः पतन्ति, विषं वा पिबन्ति, उपवासव्रतं वा आचरन्ति. उत्तमं. पतिष्यन्ति, आचरिष्यन्ति इत्यत्र इडागमः अस्ति, किन्तु पास्यन्ति इत्यत्र इडागमः नास्ति. किमर्थं चेत् धातौ आनुकूल्यं नास्ति. पा धातुः अनिट् धातुः, पत् धातुः सेट्, चर् धातुः अपि सेट् अस्ति, हलन्तधातवः सेटः. शिलाग्रेभ्यः अधः, तत्र विभक्तिः का? पञ्चमी विभक्तिः शिलाग्रेभ्यः. पञ्चमी विभक्तिः बहुवचनम्. उत्तमम्. शुद्धिकौमुदीपुस्तके यद्दत्तमस्ति तत् वदन्ती अस्मि. वृक्षः पर्वतशिखरात् अधः अपतत्. शृण्वन्तु. वृक्षः पर्वतशिखरात् अधः अपतत् इति वाक्यमस्ति चेत् तत् वाक्यम् असाधुवाक्यम्. पर्वतशिखरात् अधः इति न वक्तव्यम्, पर्वतशिखरस्य अधः इति एव वक्तव्यम्. तदर्थं सूत्रमपि अस्ति. अधः इति पदम् अव्ययम् अस्ति. पर्वतशिखरस्य अधः इति साधुवाक्यं. भिन्नरीत्या वक्तुमिच्छामश्चेत् पर्वतशिखरात् अपतत् इति वाक्यं साधु. पञ्चमीविभक्तिरूपं वक्तुमिच्छामश्चेत् शिलाग्रेभ्यः पतन्ति, शिलाग्रेभ्यः पतिष्यन्ति इति वाक्यं साधु भवति. अधः इति पदमपि योजयित्वा वक्तुमिच्छामश्चेत् तदा शिलाग्राणाम् अधः इति वक्तव्यं भवति. पर्वतस्य पुरतः, पर्वतस्य उपरि, पर्वतस्य दक्षिणतः, पर्वतस्य वामतः, एवमेव पर्वतस्य अधः. अधः इति पदं योजयामश्चेत् तत्र षष्टिविभक्तेः प्रयोगः करणीयः. अधः इति पदं त्यक्त्वा वक्तुमिच्छामश्चेत् केवलं पञ्चम्यन्तं पदमेव वक्तुमिच्छामश्चेत् शिलाग्रेभ्यः पतन्ति, शिलाग्रेभ्यः पतिष्यन्ति इति वाक्यं साधु भवति. नो चेत् शिलाग्राणाम् अधः इति वक्तव्यं भवति इति मया पठितं. पञ्चम्याः अपवादत्वेन षष्टिविभक्तिः भवति इति लिखितमस्ति. कक्षायाः अनन्तरं प्रेषयामि. शुद्धिकौमुदी पुस्तके एवं लिखितमस्ति. एकवारं हिग्ने महोदय अस्य एतदेव उदाहरणं स्वीकृत्य एतत् स्पष्टीकृतवान्। हेग्डे महोदय बेङ्गलूरुतः इतः आगतवान् बहुवर्षपूर्वं एवम् एतदेव उदाहरणं स्वीकृत्य उक्तवान् एतत् असाधु वाक्यम् इति। पुस्तके किमर्थम् एवं लिखितम् अस्ति, दोषः अस्ति वा इति वा न जानामि, किन्तु मया किं पठितम् इत्युक्ते षष्टिविभक्तेः प्रयोगः एव करणीयः चेत् तत्र अधः इति पदं योजयित्वा वक्तुं शक्यते, नो चेत् पञ्चम्यन्तं पदं प्रयुज्य वक्तुमिच्छामश्चेत् पर्वतशिखरात् अपतत् इति वाक्यं, नो चेत् शिलाग्रात् अपतत् एवं वक्तुं शक्यते। कक्षायाः अनन्तरं प्रेषयामि, चिन्ता मास्तु। अग्रे सरेम रोहिणी भगिनी वदतु। अहं सुग्रीवं द्रष्टुं न शक्ष्यामि, अत्रैव वानप्रस्थव्रतं ग्रहीष्यामि। अहं सुग्रीवं द्रष्टुं न शक्नोमि, अत्रैव वानप्रस्थव्रतं गृह्णामि। गृह्णामि, उत्तमं। ग्रहधातुः अस्ति, ग्रहधातोः रूपं गृह्णामि, तत्र सम्प्रसारणं भवति। धातुः तु ग्रह एव, किन्तु गृह् भवति, गृह्णामि, गृह्णातु, एवं रूपाणि भवन्ति। किन्तु लृटिरूपं पश्यामश्चेत् ग्रहीष्यति, ग्रहीष्यामि इति रूपं भवति। तत्र इटः दीर्घत्वं, ग्रहो लिटि दीर्घः इति सूत्रेण ग्रहधातोः प्रसङ्गे इटः दीर्घत्वम्, अतः एव ग्रहीष्यामि, लटिरूपं गृह्णामि। अग्रे ततः चिदां प्रवेक्ष्यामि, अत्रैव जीविष्यामि, नैव प्रतिगमिष्यामि। ततः तदा प्रविशामि। गते वर्गे वयं चिन्तनं कृतवन्तः प्रविशामि, तत्र गुणकार्यं न भवति, प्रवेक्ष्यामि इत्यत्र गुणकार्यं भवति। किमर्थम्? अर्धधातुकप्रत्ययः तस्मात्। अर्धधातुकप्रत्यये परे तत्र विष् धातुः इगन्तधातुः अस्ति इति कारणतः भुगन्तलघुपधस्य च इति सूत्रेण गुणकार्यं भूत्वा प्रवेक्ष्यामि इति रूपं भवति। तत्र अन्यानि सन्धिकार्याणि अपि सन्ति, गुणकार्यं भवति किमर्थं चेत् स्या इति अर्धधातुकप्रत्ययः विष् धातोः परम् अस्ति, किन्तु प्रविशामि इत्यत्र गुणकार्यं नास्ति। किमर्थम्? लट्लकारे गुणस्य चिन्तनं नास्ति। भिन्न उत्तरम् अपेक्षामि। सुजाता भगिनी भवती वदतु, अत्र किमस्ति? गणचिन्तनम् अस्ति, विष् धातुः दिवादिगणे अस्ति, तुदादिगणे अस्ति। क्षम्यतां भगिनि, तुदादिगणे अस्ति, षण् विकरणप्रत्ययः अस्ति, शा विकरणप्रत्ययः अस्ति, आ एव अवशिष्यते, प्रविश्य। गोमती भगिनि कृपया विवृणोतु, अत्र किं भवति प्रविशामि इत्यत्र? विषधातु तुदादिगणीयधातु, वितरणप्रत्ययः भवति, श तत्तु पित् नास्ति, मिप् अस्ति अत्र, विष योग श योग मिप् इति अस्ति, विष योग श तत्र पुगन्धलघुपदस्य च इति सूत्रं कार्यं न करोति। किमर्थं चेत् शकारः पित् नास्ति, पित् नास्ति चेत् निद्वत् भवति, सार्वधातुकमपि इति सूत्रेण सः निद्वत् भवति, अतः विषयोग आविष विषयोग मि इति भवति। तत्र सूत्रमस्ति अतो यनि दीर्घः, एवं न भगिनि? अतो दीर्घो यञि, अतो दीर्घो यञि, अतः तत्र आकारः भवति, दीर्घः भवति, अकारस्य आकारः प्रविशामि इति भवति। उत्तमं, तादृशम् उत्तरं दातव्यम्। क्षम्यतां भगिनि। शाप्रत्ययः तुदादिगणीयगणविकरणप्रत्ययः. शाप्रत्यये शित्वम् अस्ति, पित्वं नास्ति. तत्र पुगन्तलघुपथस्य च सूत्रस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः नास्ति. किमर्थं चेत् शाप्रत्यये शित्वमस्ति इति कारणतः सार्वधातुकप्रत्ययः, किन्तु पित्वं नास्ति इति कारणतः सः प्रत्ययः यद्यपि नित् नास्ति तथापि नित्वत् प्रवर्तते सार्वधातुकम् अपित् इति सूत्रेण. प्रत्ययः निद्वत् प्रवर्तते इति कारणतः क्निति च इति सूत्रेण गुणनिषेधः भवति. सार्वधातुकलकारेषु गणचिन्तनं करणीयं. तदनन्तरं धातुः कस्मिन् गणे अस्ति इत्यस्य आधारेण गणविकरणप्रत्ययः कः इति द्रष्टव्यम्. सः गणविकरणप्रत्ययः कीदृशः इति अपि द्रष्टव्यम्. गणविकरणप्रत्ययस्य स्वभावम् आधारीकृत्य तत्र अङ्गकार्याणि भवन्ति. प्रविशामि इत्यत्र गुणकार्यं नास्ति, प्रवेक्ष्यामि इत्यत्र गुणकार्यं भवति. रुट्लकारप्रसङ्गे गणचिन्तनम् अनावश्यकं, लट्लकारप्रसङ्गे गणचिन्तनम् आवश्यकं. धातुः तुदादिगणे अस्ति, शाविकरणप्रत्ययः आयाति. किमर्थं दीर्घः भगिनि? न अवगच्छामि किमर्थं प्रविशामि इति दीर्घः किमर्थं? दीर्घत्वं भवति. अतो दीर्घो यञि. सूर्यकुमारी भगिनी वदतु. अतो दीर्घो यणि ययाति प्रत्याहारे यावार ला वर्णाः सन्ति. यणि पर अस्ति चेत् ह्रस्वकारः दीर्घः भवति. आमि आवः आमः सिद्धतिङ् प्रत्ययाः सन्ति. आमि आवः आमः तत्र मूलप्रत्ययः तु भिन्नः. मूलतिङ् प्रत्ययेभ्यः सिद्धतिङ् प्रत्ययानां निर्माणं भवति. अदन्तानां प्रसङ्गे भिन्नसिद्धतिङ् प्रत्ययाः, अनदन्तानां प्रसङ्गे भिन्नसिद्धप्रत्ययाः सन्ति. विष इत्यत्र अदन्तम् अङ्गम् अस्ति इति कारणतः सिद्धतिङ् प्रत्ययाः भुआदिगणवत् भवन्ति. चतुर्षु गणेषु अदन्तम् अङ्गं सिद्ध्यति खलु? सूर्यकुमारी भगिनी वदतु. हा भगिनि, चतुर्थगणेषु लट् लो लट् लोट् लङ् विदिलिङ्ग्. चत्वारः लकाराः सार्वधातुकाः, लकाराः सार्वधातुकाः इति भिन्ना वार्ता. अदन्तम् अङ्गं चतुर्षु गणेषु सिद्ध्यति इति अन्या वार्ता खलु? हा भगिनि, प्रत्याहारे अनुनासिक अपि अस्ति, भाज अपि अस्ति. तत्र यञ् इति प्रत्याहारः अस्ति. अग्रे सरेम. सुन्दरमहोदय भवान् वदतु. चत्वारः अभ्यासः एतेषु वर्तमानकाल भूतकाल चतुर्थः अभ्यासः. चतुर्थः अभ्यासः एतेषु वर्तमानकाल भूतकाल भविष्यत्काल क्रियापदरूपाणि पृथक् लिखत आगतवान् दृष्टवान् इति वर्तमानकालरूपाणि आगतवान् भूतकाल भविष्यत्काल क्रियापदरूपाणि लेखनीयं किल. आगतवान् इति वर्तमान आगतवान् आगत भूतकाल आगतवान् किं पृष्टवान् इति. अत्र आगतवान् इति कृदन्तरूपं दत्तमस्ति, भूतकालार्थरूपम् अस्ति. तवत् प्रत्ययः भूतकालार्थक कर्तृर्थकप्रत्ययः अस्ति. आगतवान् इति भूतकालार्थे अस्ति. तस्य भविष्यत्कालरूपं वर्तमानकालरूपं च वदतु. ओके, भविष्यत्कालरूपम् ओके. आगतवान् तत्र तवत् प्रत्ययस्य भूतकाल भविष्यत्कालरूपं वा? आगतवान् इत्यत्र कवतु रूपम् अस्ति, गम् धातोः रूपम् अस्ति, कृदन्तपदम् अस्ति, भूतकालरूपम् अस्ति. किन्तु वर्तमानकालरूपं वदतु. आगतवान् आगमिष्यत. नो चेत् भवान् शृणोतु. शुभदा भगिनी वदतु. आगतवान् इति आगतवान् इत्यत्र आगतवान् इति भूतकालार्थं तस्य वर्तमानकालरूपम् आगच्छामि इति अथवा आगच्छति. भविष्यत्कालरूपम् आगमिष्यति इति भवति. उत्तमं. तिङ्गन्तपदानां प्रसङ्गे लिङ्गभेदः न दृश्यते, कृदन्तानां प्रसङ्गे लिङ्गभेदः वर्तते खलु? आं भगिनि. उत्तमं. गमिष्यामि वदतु. आगमिष्यामि अत्र गम् धातुः तस्य ऋट्लकारे स्यति इति प्रत्ययः तस्य इडागमः भवति किमर्थं चेत् गम् इति सेट् धातुः गम् धातुः अनिट् धातुः एव किन्तु गमेरिट् परस्मैपदेषु इति विशिष्टसूत्रेण इडागमः भवति वदतु. गमेरिट् इति क्षम्यतां भगिनि गमेरिट् इति विशिष्टसूत्रेण अत्र इडागमः भवति अपि च स्यति इति वलादिप्रत्ययः अस्ति अतः तस्य इडागमः भवति इडागमः सूत्रं विस्मरामि अर्धधातुकस्येड्वलादेः इति सूत्रेण तस्य इडागम तस्य सेट् सेट् प्रत्ययः भवति अतः गम् योगः स्यति तत्र इट् आगमः भवति इट् आगमः तु आद्यावयवः अस्ति अतः प्रत्ययस्य आद्यावयवः अस्ति अतः प्रत्ययात् पूर्वम् आगच्छति अतः गम् योगः इट् योगः स्यति तत्र टकारस्य अनुबन्धलोपे इ इति अवशिष्यते इष्यति इति भवति तदनन्तरं गम् योगः इष्यति तत्र गमिष्यति इति भवति आदेशप्रत्ययोः इत्यनेन प्रत्ययस्य सकारः अस्ति इति भूत्वा तत्पूर्वम् इण् वर्णः अस्ति इकारः अस्ति इति कृत्वा तत्र सकारस्य मूर्धन्यषकारः भवति अतः गमिष्यति इति रूपं सिद्धम्. उत्तमं. रूपं साधितवती किन्तु अत्र प्रश्नः कः रुट्लकाररूपं दत्तमस्ति किन्तु भूतकालरूपं वर्तमानकालरूपं च वक्तव्यम्. आं भगिनि आगच्छति अपि च आगमिष्यति इति रूपाणि. उत्तमं. गमिष्यामि इति दत्तमस्ति खलु अतः गच्छामि इति रूपं वर्तमानकालार्थे भवति भूतकालरूपं वक्तव्यं खलु. भूतकालरूपं आगच्छत् आगच्छम् अहमस्ति चेत् आगच्छम् इति अत्र गमिष्यामि इति पदस्य प्रसङ्गे वयं चिन्तनं कुर्वन्तः स्मः अत्र आ उपसर्गः नास्ति केवलं गम् इति धातुः अस्ति गम् धातोः लृटिरूपं दत्तमस्ति भूतकालरूपं वक्तुमिच्छामश्चेत् भूतकालकृदन्तमपि साधु नो चेत् भूतकालतिङन्तमपि साधु भूतकालकृदन्तं वदतु. भूतकालार्थं कृदन्तं क्तवतु प्रत्यये गतवत् इति भवति पुल्लिङ्गे भवति चेत् गतवान् इति भवति अथवा स्त्रीलिङ्गे गतवती इति भवति. नपुंसकलिङ्गे नपुंसकलिङ्गे गतवत् एव. उत्तमं. तत्र कृदन्तरूपाणि अपि साधु भवन्ति तिङन्तं वदतु. तिङन्तं कस्य भगिनि. गमिष्यामि इत्यत्र भूतकालरूपं वक्तव्यं खलु लङ् रूपं वदतु गम् धातोः लङ् रूपम् उत्तमपुरुष एकवचन लङ् लङ् रूपं गम् इत्यस्य अगच्छत् अगच्छताम् अगच्छन् अगच्छः अगच्छतम् अगच्छत अगच्छम् अगच्छाव अगच्छाम इति. उत्तमम्. अगच्छम् इति रूपम् अत्र वक्तव्यं भवति. वक्ष्यामि वदतु केवलं भूतकालरूपं वर्तमानकालरूपं वक्तव्यम्. अस्तु भगिनि. वक्ष्यामि इति वद् धातुः वच् धातुः वच् धातुः ओके वच् धातुः तस्य वक्ष्यामि इति लृट् लकाररूपं तस्य वर्तमानकालं वर्तमानकालरूपं काठिन्यमस्ति न भगिनि वक्ति वक्ति इति प्रथमपुरुष उत्तमपुरुष वक्तव्यं वच्मि वच्मि वच्मि वच्वः वच्मः एवं रूपाणि भवन्ति. धातुः अदादिगणे अस्ति अदादिगणे अदन्तमङ्गं न सिध्यति वच् धातुः अदादिगणीयः प्रथमपुरुष एकवचनरूपं वक्ति किन्तु वद् धातुः अस्ति चेत् वदति वद् धातुः भुवादिगणे अस्ति वच् धातुः अदादिगणे अस्ति. इदानीं वदतु सम्पूर्णरूपाणि न जानामि भगिनि. भवती वर्तमानकालरूपम् उक्तवती भूतकालरूपाणि वदतु. भूतकालरूपाणि कृदन्तं वदतु भूतकालकृदन्तम् उक्तवती इति भवति उक्तवत् इति उत्तमं वच् धातोः कृदन्तरूपम् उक्तवत् इति प्रातिपदिकमस्ति त्रिषु लिङ्गेषु रूपाणि भवन्ति उक्तवान् उक्तवती उक्तवत् भूतकालिककृदन्तं क्तवत् रूपाणि उक्तवती लङ् रूपेषु अपि किञ्चित् काठिन्यमस्ति चिन्ता मास्तु उत्तमपुरुषलङ्रूपं वक्तुमिच्छामश्चेत् अवचम् इति रूपं भवति अग्रे सरतु अग्रे विनङ्क्षतः विनङ्क्षतः अत्र वियोगः नश् धातुः अस्ति वियोगः नश् धातोः लृट् लकाररूपम् अस्ति लृट् लकाररूपम् अत्र वचनं प्रथमपुरुषे द्विवचने द्विवचनरूपं वक्तव्यं भूतकाल प्रथमपुरुष द्विवचनरूपं वक्तव्यं वर्तमानकालरूपम् अपि द्विवचनरूपं प्रथमपुरुषे वक्तव्यम् अस्तु भगिनि वियोगः नश् विनश् वर्तमानकाले विनश्यतः इति भवति विनश्यति विनश्यतः विनश्यन्ति तस्य द्विवचने विनश्यतः इति लङ्लकारे वियोगः विनश्य अनश्यत् अनश्यतां वियोगः अनश्यतां व्यनश्यतां भवति उत्तमं सन्धिकार्यं भवति खलु आं भगिनि आम् यण् सन्धिकार्यं भवति नश् धातोः लङ् रूपम् आदौ वक्तव्यं नश् धातोः लङ् रूपम् अनश्यताम् इति रूपं भवति अनश्यत् अनश्यताम् अनश्यन् इति रूपाणि भवन्ति वि उपसर्गः पश्चात् योजनीयः तेन सन्धिकार्यं भूत्वा व्यनश्यतां लङ् रूपम् उक्तवती कृदन्तरूपं वदतु कृदन्तरूपं तु क्तवतु प्रत्ययेन वत् इति विनष्टवत् विनष्टवत् तत्र श्रुत्वं भवति मूर्धन्यषकारः अपि च टकारः भवति अतः विनष्टवत् इति भवति अतः विनष्टवान् पुल्लिङ्गे विनष्टवती स्त्रीलिङ्गे विनष्टवत् नपुंसकलिङ्गे उत्तमं भगिनी अत्र विनष्टवान् इति एकवचने भवति विनष्टवन्तौ विनङ्क्ष्यतः इत्यस्मिन् स्थाने विनष्टवन्तौ इति पदमपि साधु भवति खलु तस्मिन्नेव अर्थे नष्टवान् नष्टवन्तौ नष्टवन्तः इति पुंलिङ्गे रूपाणि भवन्ति यथा भवती जानाति कृदन्तरूपेषु लिङ्गप्राधान्यमस्ति त्रिषु लिङ्गेषु क्तवतु रूपाणि भवन्ति भूतकालार्थकर्त्रर्थकप्रत्ययः क्तवतु साधु भगिनि उत्तमं गोमती भगिनी भवती करोतु अग्रे पश्यामि दृशुरिति भादिगणीयधातुः दृश् भवति इत्सज्ञलोपानन्तरं तत्र दृश् इति धातोः एकं सूत्रमस्ति विशिष्टसूत्रेण पश्य इति भवति अतः अत्र तु वर्तमानकाले पश्यामि उत्तमपुरुष एकवचने तु भूतकालं भवति अपश्यम् इति अनन्तरं भविष्यत्काले द्रक्ष्यामि इति भूतकालकृदन्तरूपं क्तवत् रूपं वदतु तवतु दृष्टवान् दृष्टवत् दृष्टवान् दृष्टवती उत्तमम् अत्र अपश्यम् इति लङ् रूपमस्ति दृष्टवान् अथवा दृष्टवती दृष्टवत् तत्र प्रातिपदिकं तु तकारान्तप्रातिपदिकं दृष्टवत् इति प्रातिपदिकं कृदन्तपदमपि योजयितुं शक्नुमः द्रक्ष्यामि इति रूपं भवति भवन्तः जानन्ति एव केवलं स्मारयामि दृशिर्धातुतः पश्य आदेशः भवति लटि रूपेषु किन्तु लृट् रूपेषु तादृशं कार्यं नास्ति तत्र एकं विशिष्टं सूत्रमस्ति सृजिदृशोर्झल्यमकिति इति विशिष्टसूत्रेण अम् आगमः भवति इति कृत्वा द्रक्ष्यामि द्रक्ष्यति इति रूपाणि भवन्ति अग्रे सरतु शक्ष्यामि इति शक् इति धातु शक्नु इति धातुः स्वादिगणीयधातुः शक्ष्यामि इति उत्तमपुरुष एकवचनम् लृट् लकार वर्तमानकालं भवति शक्नोमि इति भूतकालः भवति अशक् तत्र किञ्चित् काठिन्यमस्ति शक् धातुः स्वादिगणे अस्ति. स्वादिगणे अस्ति चेत् शक्नोमि इति रूपम् अस्ति. दिवादिगणे अस्ति चेत् शक्यति शक्यते इति रूपम् अस्ति. द्वयोः लृटिरूपं तु समानमेव. धातुः शक् अस्ति, लृटिरूपं शक्ष्यामि इति एव तत्र भवति. कृदन्तरूपं वदतु. क्तवतु रूपं शक्नुवत् शक्तवान् इति भवति. शक्तवान् सरलमेव. तत्र शक् धातुः अस्ति, तवत् योजयामः तेन शक्तवत् इति प्रातिपदिकं सिद्ध्यति. त्रिषु लिङ्गेषु क्तवत् रूपाणि सम्भवन्ति. शक्तवान् शक्तवती शक्तवत् इति रूपाणि भवन्ति. कृदन्तरूपं तु सरलमेव, किन्तु लङ्लकाररूपं किञ्चित् काठिन्यमस्ति. अशक्नवम् इति एव भवति. चिन्ता मास्तु, अग्रे सरतु. दृष्टवान् इति कृदन्तरूपमस्ति. तव तु प्रत्ययोजनेन दृश्यधातु दृश्ययोगः तव तु अत्र दृश्ययोगः तव तु शकारः अस्ति, तकारः अस्ति, अतः स्तोश्चुनाश्चुः इति सूत्रेण. भगिनि, स्तोश्चुनाश्चुः इति कथनेन स्तुत्वं, किन्तु अत्र स्तुत्वं भवति खलु. स्तुत्वं भवति स्तुनाष्टुः इति सूत्रं. दृश्ययोगः तकारः तवत् इति रूपम् अस्ति. तत्र शकारस्य प्रभावेण दन्त्यतकारस्य स्थाने मूर्धन्यटकारः आयाति इति कृत्वा स्तुनाष्टुः सूत्रेण स्तुत्वं भूत्वा दृष्ट इति प्रातिपदिकमस्ति. दृष्टवत् वदतु. दृश्यधातुः वर्तमानकाले तु पश्यति एव, पश्यति. तत्र पाघ्राध्माध्मा एतत् सूत्रेण एव दृशिर्पश्य इति भवति न भगिनि? उत्तमं. तस्मिन् सूत्रे आदौ धातवः दत्ताः, सूत्रस्य उत्तरभागे आदेशाः दत्ताः. दृशस्थाने पश्य आदेशः भवति, धमास्थाने धम आदेशः भवति. सूत्रं बहु दीर्घमस्ति चेदपि सूत्रस्य प्रथमभागे तु धातवः दत्ताः, तेषां स्थाने क्रमेण धात्वादेशाः भवन्ति. वदतु. वर्तमानकाले तु पश्यति, अनन्तरं भविष्यत्काले द्रक्ष्यामि. अपं भविष्यत्काले दृश्ययोगस्य योगति द्रक्ष्यति इति. उत्तमं. लृटि द्रक्ष्यति भवति, लङ्लकाररूपम् अपश्यत् अथवा अपश्यम् इति रूपाणि भवन्ति. अग्रे सरतु. ते कृतवान् इति तवतु रूपमस्ति. कृ इति धातुः, कृयोग तवत् कृतवत्, पुल्लिङ्गे कृतवान्, स्त्रीलिङ्गे कृतवती इति रूपाणि. वर्तमानकाले करिष्यति इति रूपम्. अत्र वर्तमानकालरूपं वदतु. वर्तमानकाले करोति अथवा करोमि अपि. उत्तमम्. अत्र कृतवान् इति पदं दत्तमस्ति खलु, अतः करोति इति अपि साधु, करोमि इति अपि साधु, करोषि इति अपि साधु. कृदन्तरूपाणि लिङ्गभेदः अस्ति, किन्तु पुरुषभेदः नास्ति तत्र खलु. अहं कार्यं कृतवती, भवती कार्यं कृतवती, त्वं कार्यं कृतवती. कृदन्तरूपप्रसङ्गे पुरुषभेदः नास्ति, किन्तु लिङ्गभेदः अस्ति. किन्तु तिङन्तानां प्रसङ्गे लिङ्गभेदः नास्ति, पुरुषभेदः अस्ति. अनन्तरं ग्रहिष्यति इति वर्तमानकालक्रियापदं. तत्र भूतकालं भवति, भूतकालक्रियापदं भवति. अगृह्णन् इति बहुवचने भवति. अगृह्णात् गृह्णात् अगृह्णीताम् अगृह्णन् एवं रूपाणि भवन्ति. तत्र कृदन्तं वदतु. गृहीतवान् गृहीतवत् गृहीतवान् गृहीतवती इति. इतोपि स्पष्टतया वक्तव्यम् इत्युक्ते ग्रहधातुः अस्ति. ग्रहधातोः प्रसङ्गे बहवः नियमाः सन्ति. लृटिरूपम् अस्ति चेत् ग्रहीष्यति इति दीर्घत्वम् अस्ति. अपि च धातुः सम्प्रसारणी धातुः, अस्मिन् धातौ सम्प्रसारणकार्यं भवति. तवत् रूपं पश्यामश्चेत् गृहीतवान् न तु ग्रहीतवान्. ग्रहीतवान् इति असाधु, गृहीतवान् तत्र किं भवति, सम्प्रसारणकार्यमस्ति. ग्रहिज्या वहि इति एकं सूत्रमस्ति, सम्प्रसारणविधायकसूत्रमस्ति. तेन विशिष्टसूत्रेण सम्प्रसारणकार्यं भूत्वा रेफस्य स्थाने ऋकारः आयाति. यण्सन्धेः विपरीतकार्यं सम्प्रसारणकार्यं, रेफस्य स्थाने ऋकारादेशः भवति इति एकं कार्यं. गृहीतवान् इति कथनेन तत्रापि दीर्घत्वमस्ति. ग्रहोलुटी दीर्घः इति सूत्रं तत्रापि कार्यं करोति. अतः क्तवत् रूपं गृहीतवान्. अग्रे सरतु. अग्रे तु करोमि इति उत्तमपुरुष एकवचनरूपम्, एकवचनक्रियापदं करोमि. कृ इति धातुः, कृ इति धातुः अस्तु. करोमि इति वर्तमानकालं, भूतकालं भवति. अकरोत् न अकुर्वम्. अकरोत् इति प्रथमपुरुष एकवचनरूपम् अस्ति. उत्तमपुरुषरूपम् अकरवम्. अकरवं रुटि वदतु. रुटि करिष्यामि इति उत्तमपुरुष एकवचनम्. उत्तमम्. अत्र कृदन्तरूपं किम्? कृदन्तरूपं कृतवत्, कृतवान्, कृतवती इति. उत्तमम्. अत्र कृदन्तरूपाणि बहु सुलभानि भवन्ति. भूतकालार्थे कृदन्तरूपाणि वदामश्चेत् साधु भवति. लङ्लकाररूपं तत्र किञ्चित् काठिन्यमस्ति. साधु भगिनी उत्तमरीत्या उक्तवती. इदानीं सुन्दरकल्याणमहोदय भवान् वदतु. अधुना जीविष्यामि तदेव किल. जीविष्यामि, जीवितवान्, जीवितवती एवं जीवितवत् कृदन्तरूपम्, एवं जीवति, जीवामि इति वर्तमानकालरूपम्. लङ् रूपं वक्तुमिच्छामश्चेत् अजीवम् इति रूपम्. अजीवम्, अजीवत्, अजीवताम्, अजीवन्, अजीवः, अजीवतम्, अजीवत, अजीवम्, अजीवाव, अजीवाम. उत्तमम्. अत्र धातुः सेट् धातुः अस्ति, अतः सर्वेषु रूपेषु इडागमः दृश्यते. जीवितवान्, जीवितुं, जीवित्वा, जीवितः, जीविष्यामि, सर्वेषु आर्धधातुक सेट् प्रत्ययेषु परेषु इडागमः दृश्यते. आर्धधातुक तिङ् प्रत्ययः वा भवतु, धातौ इडानुकूल्यम् अस्ति. प्रत्ययः आर्धधातुकः अपि च सेट् प्रत्ययः अस्ति चेत् तत्र इडागमः भवति. अतः एव जीवितुम् इति रूपं. जीवित्वा, जीवितवान्, जीवितं, जीविष्यामि इत्यादीनि रूपाणि भवन्ति. अनियर् प्रत्यये परे किं भवति? अनियर् प्रत्यये जीवनीयं वा इडागमः न भवति तत्र. अनियर् प्रत्ययस्य जीवनीयम् इति, जीवितव्यं, जीवनीयं, जीवनीयम् इति एव किल. अनियर् प्रत्ययः जीवनीयं. ल्युट् प्रत्ययस्य रूपं वदतु. ल्युट् प्रत्ययस्य रूपं जीवनम् इति. अत्र अनियर् प्रत्ययः सेट् नास्ति. अनियर् अपि अनिट् एव, ल्युट् अपि अनिट् एव. अतः तत्र इडागमः न दृश्यते. अतः जीवनीयं, जीवनम् इति रूपमेव सिद्ध्यति. किन्तु आर्धधातुकप्रत्ययः सेट् अस्ति चेत् सर्वेषु इडागमः दृश्यते. अग्रे सरतु. भवति, भवति इति भवति, भवितवान्, भवति, भविष्यति, भवामि, भविष्यति, भविष्यतः, भविष्यन्ति. तवत् प्रत्ययः भूतवान्, भूतवन्तौ, भूतवन्तः. अभूवम्, अभूवम्, अभवम् इति लङ् प्रत्ययः. भवति इति पदं प्रथमपुरुष एकवचनमस्ति इति कारणतः लङ् रूपमपि प्रथमपुरुष एकवचनरूपं वक्तव्यम्। अभवत् अभवत् इति। भूतवान् इत्यत्र कार्यमस्ति वा? भूतवान् इत्यत्र कार्यं नास्ति किल, इडागमचिन्तनं नास्ति अत्र। भूतवान् भूतवत् इति प्रातिपदिकं, भूतवान् भूतवती भूतवत् इति त्रिषु लिङ्गेषु रूपाणि भवन्ति। अत्र एकं वैशिष्ट्यम् अस्ति, भूधातुः सेट् एव, सेट् धातुः अस्ति इति कारणतः भविष्यति इति रूपं सिद्ध्यति, किन्तु भूतवान् भूतः इत्यत्र एकेन विशिष्टसूत्रेण इडागमः न भवति। धातुः तु सेट्, अतः एव लुटि भविष्यति इति रूपं सिद्ध्यति, किन्तु विशिष्टसूत्रेण क्टाप्रत्यये परे क्टौत् प्रत्यये परे इडागमः निषिध्यते, विशिष्टसूत्रेण निषिध्यते। धातुः तु सेट् एव। यदा वयं सूत्रं पठामः आर्धधातुकस्य ड्वलादेः इति सूत्रं पठामः, तस्मिन् प्रसङ्गे किं वदामः? धातुः सेट्, प्रत्ययः अपि सेट् भवति चेत् तदा इडागमः भवति इति तु सामान्यनियमः, किन्तु तस्य कृते अपवादाः सन्ति, बहवः अपवादाः सन्ति। एकः प्रश्नः आसीत् अत्र, भूतवत् भूतवान् इत्यस्य प्रयोगः तु लोके तु न श्रूयते खलु, अभवत् एव वयं प्रयोगं कुर्मः, भूतवत् भूतवान् इति न श्रूयते। किमर्थं न जानामि, परन्तु मम निरीक्षणमिति। तादृशानि वाक्यानि सन्ति वा इति चिन्तनीयम्। अभवत् एव बहुत्र दृश्यते। आमां, पश्यन्ति चेत् मां प्रेषयन्तु, अग्रे करोतु। वदिष्यामि, वदामि इति वर्तमानकालरूपम्, एवम् उक्तवान् इति न वच् धातोः रूपम् उक्तवान्, किन्तु अत्र भिन्नं रूपम् अस्ति, उदितवान् इति, उदितवान् उदितवन्त उदितवती उदितवत् एव। धातुः अस्ति वद्, सम्प्रसारणी धातुः एव, तत्रापि सम्प्रसारणकार्यं भूत्वा वकारस्य स्थाने उकारः आयाति इति कृत्वा प्रातिपदिकमस्ति उदितवत्। लङ् रूपं वदतु। लङ् रूपं, लङ् रूपम् अवदत्, वदिष्यामि अवदत् अवदत् अवदताम् अवदन् एवम् अवदम् इति उत्तमपुरुषरूपम्, अवदम् अवदाव अवदाम अवदम् इति रूपं भवति। मरिष्यामि वदतु। मरिष्यामि अमर, ओके, मृतवान् मृतवान् मृतवन्तौ मृतवन्तः एवं मृत मृतवान् एव ये अहं मृतवान् मृतवान् एव कृदन्तरूपम् एवं मरिष्यामि मरोमि म्रियते मृणोमि सोरि मरामि मृणोमि धातुः आत्मनेपदि धातुः अतः आत्मनेपदिरूपाणि वक्तव्यानि म्रियते म्रियेते म्रियन्ते म्रियसे म्रियेथे म्रियध्वे म्रिये म्रियामहे म्रियामहे अत्र मरिष्यामि इत्यस्य रूपं म्रिये इति रूपम् उत्तमपुरुषे एकवचनरूपं म्रिये भवति। धातुः आत्मनेपदि धातुः, आत्मनेपदिरूपाणि सम्भवन्ति, किन्तु मरिष्यामि इत्यत्र परस्मैपदिरूपं सिद्ध्यति, किमर्थम् इति प्रश्ने सति तत्रापि एकं विशिष्टं सूत्रमस्ति, म्रियतेर्लुङ् लिङ्गोश्च इति सूत्रेण परस्मैपदिरूपं सिद्ध्यति। धातुः तु आत्मनेपदि धातुः, किमर्थं चेत् मृञ् इति रूपम् अस्ति, तत्र धातौ उपदेशावस्थायां धातोः अन्ते ञकारः अस्ति, अतः अनुदात्तनित आत्मनेपदं सूत्रेण धातुः आत्मनेपदि धातुः। मृतवान् इति रूपम् उक्तवान्, मारितवान् अस्ति चेत्? मारितवान् इति णिजन्तरूपं भवति किल। उत्तमम्, अग्रे सर, अग्रे चिन्तयामि चिन्तयामि चिन्तयिष्यामि इति रूपं सिद्ध्यति इडागमः भूत्वा चिन्तयिष्यामि इति रूपं भविष्यत्कालरूपं भवति चिन्तितवान् इति भूतकालरूपं भवति चिन्तितवान् चिन्तितवती चिन्तितवत् इति भूतकालरूपं सिद्ध्यति उत्तमं लङ् रूपं पश्यामश्चेत् अचिन्तयम् इति रूपम् अचिन्तयम् अग्रे गच्छामि इति ओके गमिष्यामि गमिष्यामि गमिष्यति अगमत् सोरि नाट् अगमत् अगच्छत् अगच्छताम् अगच्छन् अगच्छम् अगच्छाव अगच्छाम इति रूपम् गम् धातुः अस्ति गच्छति गच्छामि इति रूपं कथं सिद्ध्यति गम् विशिष्टसूत्रेण गम् गच्छ भवति गोमति भगिनी कृपया स्मारयतु एषु गमि यमां छः इति सूत्रेण तत्र छकारः आदेशः भवति गच्छ इति भवति छे च इति सूत्रेण तुगागमः भवति ग त छ भवति अनन्तरं तकारस्य स्थाने चकारः आगच्छति क्षेपरे स्तोश्चुनाश्चुः इति सूत्रेण अतः गत छ भवति गच्छ इति गच्छ गच्छयोग भ्वादिगणीयधातुः गच्छयोग ति विकरणप्रत्ययः भवति शप् गच्छयोग आयोग ति गच्छति इति प्रथमपुरुष एकवचनरूपं गच्छति गच्छतः गच्छन्ति गच्छसि गच्छतः गच्छथ गच्छामि गच्छावः गच्छामः इति गच्छति गमधातोः रूपाणि लटि उत्तमं भगिन्या यदुक्तं तत् सत्यम् इषु गमि यमां छः इति एकं सूत्रं छेच इति सूत्रेण तुक् आगमः भवति पश्चात् स्तोश्चुनाश्चुः इति सूत्रेण स्चुत्वं भूत्वा गच्छ इति रूपं सिद्ध्यति तत्र अकारः शप् इत्यस्मात् आगतः गच्छ योगः आयुगः ति गच्छति इति रूपं भवति एतादृशानि कार्याणि केवलं सार्वधातुकलकारेषु एव भवन्ति चतुर्षु सार्वधातुकलकारेषु रूपाणि कथं भवन्ति गच्छति गच्छेत् गच्छतु इति रूपाणि भवन्ति इत्युक्ते लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु ईदृशानि त्रीणि कार्याणि भवन्ति किन्तु लृट् लकारे तादृशानि कार्याणि न भवन्ति गम् योगः इष्यति इति रूपं योजयामः तेन गमिष्यति तत्र षत्वमपि भूत्वा गमिष्यति इति रूपं सिद्ध्यति इत्युक्ते इषु गमि यमां छः इति सूत्रं लट् लकारे लोट् लकारे लङ् लकारे विधिलिङ् लकारे चतुर्षु स्थलेषु आयाति किन्तु लृट् लकारे न आयाति वदतु लुङ् लकारे अगमत् अगमताम् अगमन् इति सिद्ध्यति किल तत्र एतादृशं परिवर्तनं किमर्थं न भवति लुङ् लकारप्रसङ्गः अधुना मास्तु आदौ सार्वधातुकलकाराणां प्रसङ्गे चिन्तनं कुर्मः पश्चात् अन्येषाम् आर्धधातुकलकाराणां किं भवति इति चिन्तनं कुर्मः लृट् लकारः परिचितः अतः आर्धधातुकलकारेषु लृट् लकारं स्वीकृत्य उदाहरणानि परिशीलयामः अग्रे सरेम गम् धातोः प्रसङ्गे वदतु गम् धातोः लटि परे गच्छति गच्छतः गच्छन्ति गच्छामि गच्छावः तदनन्तरं लृट् रूपं गमिष्यति गमिष्यतः गमिष्यन्ति गमिष्यामि गमिष्यावः गमिष्यामः इति रूपाणि सिद्ध्यन्ति उत्तमं साधु महोदय अग्रे एकः अभ्यासः अस्ति सुजाता भगिनी भवती वदतु पाठे विद्यमानानि वाक्यानि परिशील्य अत्र रिक्तस्थानानि पूरयत आञ्जनेयः पाठे सप्तमीविभक्ति अस्ति विद्यमानानि वाक्यानि विशेषणविशेषसम्बन्धः अस्ति परिशील्य लेबन्तमस्ति अत्र अव्ययमस्ति रिक्तस्थानानि रिक्तस्थानं रिक्तस्थानानि बहुवचनमस्ति, प्रथमाविभक्ति बहुवचनमस्ति, पूरयता मध्यमपुरुष लोट्लकार बहुवचनमस्ति. विद्यमान कीदृशं पदम्? विद्यमान शाणत् प्रत्ययान्तपदमस्ति. विद्यमान अन आदेशः भवति. शाणच् प्रत्ययः कर्त्रार्थे सम्भवति, कर्मण्यर्थे अपि सम्भवति. अत्र कर्त्रार्थे दत्तमस्ति. वाक्यानि इत्यस्य विशेषणं भवति विद्यमानानि. कर्तृपदं नास्ति, कर्मपदमेव. अत्र वाक्यानि परिशील्य वदतु. परि उपसर्गः अस्ति. परि शील, शील, शील इति धातुः अस्ति. तस्मात् परं या योजयामः तेन परिशील्य इति रूपं भवति. विद्यते इति आत्मनेपदिरूपम् अस्ति. विद्यते इति भुआदिगणीयविद्यधातुः. भुआदिगणीयविद्यधातोः रूपम् आत्मनेपदिरूपम् अस्ति. विद्यते अस्ति, आत्मनेपदिरूपम् अस्ति इति कारणतः विद्यमान इति प्रातिपदिकं सिद्ध्यति. त्रिषु लिङ्गेषु सम्भवन्ति. अत्र नपुंसकलिङ्गे दत्तमस्ति. वाक्यं विद्यमानम्. अग्रे सरतु. परिशील्य अत्र रिक्तस्थानानि पूरयत. स्थानम् इति कीदृशं पदम्? स्थानं नपुंसकपदमस्ति. स्थानं, स्थाने, स्थानानि. रूपं साधयतु. स्थाना न जानामि. सुन्दरमहोदय वदतु. स्थातिष्ठिति धातुः. स्थायोगे ल्युट् ल्युडन्तं पदं लकारः लशक्वति वदति इति सूत्रेण लकारः इत्संज्ञा भूत्वा अपगच्छति. टकारः अपि हलन्त्यम् इति सूत्रेण अपगच्छति. युवोरणाकौ इति सूत्रेण अन इति आदेशः भवति. वर्णमेलनेन किं भवति? स्थायोगे अन इति स्थान इति नपुंसकलिङ्ग पदं भवति, ल्युडन्तपदम् इति कारणेन स्थानम् इति अन्तिमं रूपं सिद्ध्यति. स्थानमिति ल्युडन्तम्. अग्रे सरतु. भगिनि भवती जानाति एव. जानाति. वदतु. आञ्जनेयः रिक्तस्थानमस्ति. समुद्रलङ्घनं कृत्वा लङ्काम् आगतवान्. लङ्घनम् इत्यपि ल्युडन्तमस्ति खलु? आम् आं भगिनि. अग्रे. यदि अहं तदा वदिष्यामि तर्हि रामः प्राणा चक्ष्यति. यदि अहं तदा वदिष्यामि, वद्धातु रुट्लकार अस्ति. तर्हि रामः यदा तर्हि प्रयोगमस्ति. चेत् इति प्रयोगं कृत्वा वदतु. यदि अहं वदिष्यामि चेत्. चेत् इति प्रयोगः भवति चेत् यदि न वक्तव्यं. यदि प्रयोगः अस्ति चेत् तर्हि एव वक्तव्यं. तत्र यदि इति न वदामः. वदतु. अहं तदा वदिष्यामि चेत् रामः प्राणान् चक्ष्यति. तदपि साधु. अहं तथा वदिष्यामि चेत् रामः प्राणान् त्यक्षति इति साधु. चेत् तर्हि प्रयोगः अपि साधु. कथं? तदा वदामि चेत् तर्हि रामः प्राणान् चक्ष्यति. तथापि वक्तुं शक्यते. अग्रे वदतु. तां श्रुत्वा तु त्वान्तपदमस्ति. भरतः शत्रुघ्नः च प्राणान् चक्षतः. प्रथमाविभक्ति द्विवचनमस्ति. भरतः शत्रुघ्नः द्वौ पुरुषः स्तः. पुरुषौ स्तः चक्षतः इति. रिक्तस्थानं पूरयतु. तां वार्तां श्रुत्वा वार्ताम्. अत्र ताम् इति स्त्रीलिङ्गपदमस्ति इति कारणतः वार्ताम् इति रूपं साधु, तस्मिन् स्थाने वार्ता इत्यस्मिन् स्थाने अन्यत् स्त्रीलिङ्गपदं योजयितुं शक्नुमः खलु, अन्यत् पदं तत्र स्त्रीलिङ्गपदं किमपि योजयितुं शक्नुमः. अग्रे सरतु. तत् अङ्गदः मरणं प्राप्स्यति तत् पश्चात् अनन्तरं तत् पश्चात् इति मिलित्वा लिखितमस्ति. पश्चात् इति पदम् अपरशब्दात् निर्मितम्. अपि च शत्रुघ्नः इति कीदृशं पदं सुन्दरमहोदय वदतु. शत्रुं घ्नन्ति इति शत्रुघ्नः धातुः आधातुतः निर्मितः हन् धातुतः निर्मितः पदं घ्नन्ति इति शत्रुं घ्नन्ति इति शत्रून् घ्नन्ति इति शत्रुघ्नः शत्रून् घ्नन्ति इति शत्रुघ्नः इति पदं सिद्ध्यति. धातुः अस्ति हन् धातुः. हन् धातोः प्रसङ्गे बहुवचनरूपम् अस्ति घ्नन्ति. हन्ति इति एकवचनरूपं, हन्ति हतः घ्नन्ति इति रूपाणि भवन्ति. तत्र बहुवचनरूपं घ्नन्ति अस्ति. शत्रून् हन्ति इति विग्रहवाक्यं भवति इति मम चिन्तनम् अस्ति. शत्रून् हन्ति इति एकवचनमेव. शत्रून् हन्ति, शत्रुघ्नः एकमेव पुरुषः किल, तस्मात् एकवचनरूपमेव भवितव्यम्. अस्य पदस्य रूपसिद्धिः कथं भवति इति सर्वे चिन्तयन्तु. शत्रुघ्नः इत्यत्र कीदृशानि कार्याणि भवन्ति? अन्ते विग्रहवाक्यस्य अन्ते हन्ति इति आगच्छति, परन्तु समस्तपदे घ्नन्ति इति आगच्छति किल. तत्र कीदृशानि कार्याणि सन्ति, तद्रूपं कथं सिद्ध्यति, तत्र विग्रहवाक्यं किम्, इतोपि अन्यानि कार्याणि सन्ति वा इति चिन्तनीयम्. सुजाता भगिनी करोतु. कुमारः अङ्गदः मरणं प्राप्स्यति. मरणं पदं साधयतु. मृधातु अस्ति, मृधातुतः ल्युट् प्रत्ययः लकारयोः ज्ञा भवति. या मृ मर् भवति सार्वधातुकार्धधातुकयोः इच्छनेन मर् योगः. साधु. अत्र सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं भवति, किन्तु अत्र निमित्तं किं, कः प्रत्ययः निमित्तम् अस्ति? ल्युट् प्रत्ययः एव निमित्तम् अस्ति. ल्युट् प्रत्ययस्य स्वभावः कः? ल्युट् प्रत्ययः आर्धधातुकप्रत्ययः. किमर्थं चेत् तिङ्क्षित् नास्ति, अतः आर्धधातुकः, आर्धधातुकं शेषः इत्यनेन आर्धधातुकः. आर्धधातुकप्रत्ययः चेदपि कित् नास्ति, गित् नास्ति, नित् नास्ति, अतः गुणकार्यस्य निषेधः न भवति. इत्युक्ते गुणकार्यं भवति, धातुः ईगन्तः, अतः सार्वधातुकार्धधातुकयोः इत्यनेन आर्धधातुकप्रत्यये परे आर्धधातुकप्रत्ययः अस्ति इति कारणतः तत्र कित् गित् नित् अस्ति वा इति द्रष्टव्यम्. अयं प्रत्ययः ल्युट् प्रत्ययः कित् गित् नित् नास्ति, अतः गुणकार्यं भवितुं शक्नोति. वदतु. मार् मार् मार् भवति, मरणं कः आगतः, मरण मरणं भवति योरना कौ इत्यनेन अन आदेशः भवति. मरण मरण भवति रेफस्य कारणेन नकारस्य स्थाने नत्वं भवति, मरणं भवति. उत्तमम्. अन्तिमवाक्यं करोतु. सन्देहः भगिनि, अत्र अट्कुप् वाङ्नुं व्यवायपि सुस्तोत्रं कार्यं करोति वा णकारस्य? भगिनी वदतु. आं करोति महोदय. रकारस्य अकार अपि अस्ति इत्यनेन अट्कुप् वाङ्नुं व्यवायपि इत्यनेन णत्वं भवति. रसाभ्यां नोणः कार्यं किमर्थं नास्ति तत्र? समानपदे एव किल. किं वक्तव्यं, साक्षात् अनन्तरं नास्ति, मध्ये व्यवधानम् अस्ति. मरण इत्यत्र रेफस्य अनन्तरं साक्षात् अनन्तरं दन्त्यनकारः नास्ति, मध्ये अकारः अपि अस्ति. अकारः अट् प्रत्याहारस्थवर्णः, सः वर्णः अस्ति चेदपि तत्र बाधा नास्ति. अतः अट् कुप् वाङ्नुं व्यवायेऽपि सूत्रेण अत्र णत्वं भवति. भगिनी वदतु. ते अधः पतिष्यन्ति वा प्राप्स्यन्ति, पाष्यन्ति. ते शिलाग्रेभ्यः अधः पतिष्यन्ति, विषं वा पाष्यन्ति. पाष्यन्ति प्राप्स्यन्ति, भेदः कः? प्राप्स्यन्ति प्रा पाधातु अस्ति, शति प्रत्ययः अस्ति चेत् प्राप्स्यन्ति भवति. भ्रमः मास्तु, आदौ पास्यति प्रसङ्गे वदतु. पास्यति, पा योगः स्या योगः ति. पास्यति रुट्लकारे अस्ति, अर्धधातुकप्रत्ययः अस्ति, इच्छनेन गुणः न भवति, पास्यति भवति रुट्लकारे. पाधातुः आकारान्तधातुः, गुणकार्यं भवितुं तत्र निमित्तमेव नास्ति. इगन्तधातुः अस्ति चेदेव गुणकार्यं भवति इति तत्र वार्ता अस्ति. पाधातुः आकारान्तधातुः, पायोगः स्यति, तत्र स्यति स्यतः स्यन्ति एवं सिद्धप्रत्ययाः भवन्ति लृट्लकारे. मूलप्रत्ययाः भिन्नाः, सिद्धप्रत्ययाः भिन्नाः. प्रत्येकस्मिन् लकारे मूलप्रत्ययेभ्यः प्रत्ययादेशाः भूत्वा सिद्धप्रत्ययाः आयान्ति. लृट्लकारे सिद्धप्रत्ययाः के इति प्रश्ने सति स्यति स्यतः स्यन्ति, स्यसि स्यथः स्यथ, स्यामि स्यावः स्यामः. एवं रीत्या सिद्धप्रत्ययान् योजयामः धातोः परम्. अतः पास्यति प्राप्स्यति वदतु. प्राप्स्यति प्रायोगः, प्रा उपसर्ग अस्ति, प्राप्स्यति आप् धातुः, आप् धातु सह आप्स्यति भवति प्राप्स्यति. उत्तम. अनेन लृट्लकारः समाप्तः. अग्रिमः पाठः नूतनपाठः पञ्चमी विभक्तेः प्रसङ्गे दत्तमस्ति. तस्मिन् प्रसङ्गे आगामिन्यां कक्षायां चिन्तनं भविष्यति. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः. धन्यवादः. धन्यवादः भगिनी. नमस्कारः. धन्यवादः भगिनी.